रञ्जुमहोदय प्रारम्भं करोतु। शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम्। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्। संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम्। संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन्। आत्मानमाहु तं मन्ये वन्दे संस्कृतमातरम्। हिन्दुधर्मसमाजं च पवित्रां संस्कृतिं तथा संरक्षननु कुर्यां विश्वं शान्ति समन्वितम्। I think we have to start it from, we have to start from page number 172, question number 10, right? Bhagini, Bhagini, na samyak shrunomi. Okay. Abhija, shatnoti ka? Voice is really low. Voice is very low. Sarve shrunvanti ma no? It is somewhat lower than the usual. Okay, okay. I will come back within a minute. Okay. अधुना ध्वनिः सम्यक् अस्ति वा? आं भगिनि, आं भगिनि, अस्ति। अस्तु अस्तु, प्रारम्भं कुर्मः। अहं चिन्तयामि वि विल् स्टार्ट् वित् क्वश्चन् नम्बर् 8, 9 सोरि 8 and 10 सहयोगे तृतीया अभ्यासः एण्ड् देट् मीन्स् पेज् नम्बर् 173, 174, 175, 176 एण्ड् इफ् विल् स्पेर् सम् गीताश्लोकान् चलति वा? आं भगिनि, अस्तु। इन्दु भगिनी प्रारम्भं करोतु कृपया। क्वश्चन् नम्बर् 8, अष्ट, अष्टम। आवर्णे दत्तस्य शब्दस्य उचितेन विभक्तिरूपेण रिक्तस्थानं पूरयत्। उदाहरणं दत्त्वा अस्ति, गदाः तत्र सन्ति, ताभिः तः भवन्तः युध्यताम्। गद्यन्तां प्रथम अस्ति कुर्चः समीचीनः सन्ति ते चित्रकारः चित्राणि लिखति कुर्चः समीचीनः सन्ति तैः चित्रकारः चित्राणि लिखति छुरिका छुरिका तीक्ष्णः अस्ति आं भगिनि अधुना सम्यक् श्रोतुं शक्नोति शक्नुवन्ति वा सर्वे क्वेशन् सिक्स् Yes, we, question question number 8. Yeah, I thought we were going to start from 6. No, we have finished it. Question number 4, 5, 6. I think so, 4, 5, 6. Or 5, 6. I have told for homework. Okay. So this is question number 8 from page number 173. I'm beginning. Ha, prarambham karatu bhagini. Number 2 churika tishna asti. Ta sa jagrukataya kartayitu. छुरिका तीक्ष्णा अस्ति तया जागरूकतया कर्तयतु उत्तमं भगिनि उत्तमम् अग्रे गच्छामः जिन् महोदय अग्रे पठतु पुष्पाणि सुन्दराणि सन्ति तानि देवाम् अर्चामः पुष्पाणि सुन्दराणि सन्ति तैः देवाम् अर्चामः उत्तमं भवान् उत्तमं ज्योति भगिनी अग्रे पठतु विमानं शीघ्रं गच्छति तेन भवान् प्रयाणं करोतु उत्तमम् उत्तमं लक्ष्मी भगिनी अग्रे पठतु आं भगिनि विमानं दट्स् फिनिश् फलम् उत्तमम् अस्ति तेन फलरसं निर्मातु तेन फलरसं निर्मातु भगिनि हा उत्तमम् उत्तमं भगिनि सन्ध्या भगिनी अग्रे पठतु तत्र मार्जनी अस्ति तया मार्जयतु उत्तमं सञ्जीव महोदय तानि वस्त्राणि मलिनानि तैः किं करोमि तैः किं करोमि उत्तमं नाम अत्र सर्वे सर्वनामः सन्ति तस्य उपयोगं कथं कर्तव्यम् इति दत्तमस्ति सृष्टि भगिनी अग्रे पठतु आं भगिनि उच्चैः पठत प्रथमा विभक्तिः तृतीया विभक्तिः सः तत् तेन ताभ्यां तैः एषः एतत् एतेन एताभ्याम् एतैः कः किम् केन काभ्यां कैः सा तया ताभ्यां ताभिः एषा एतया एताभ्याम् एताभिः का कया काभ्यां काभिः उत्तमं भगिनि उत्तमं भगिनि सूक्ष्मा भगिनी अग्रे पठतु भवान् भवता भवद्भ्यां भवद्भिः भवती भवत्या भवतीभ्यां भवतीभिः अहं मया आवाभ्याम् अस्माभिः त्वं त्वया युवाभ्यां युष्माभिः सर्वः अथवा सर्वं सर्वेण सर्वाभ्यां सर्वैः सर्वा सर्वया सर्वाभ्यां सर्वाभिः उत्तमं भगिनि उत्तमं तर्हि अधुना पुनरेकवारम् इन्दु भगिनी अग्रे पठतु क्षम्यतां भगिनी म्यूट् मध्ये अस्ति उच्चैः पठत जानीत च सहयोगेन सहयोगे तृतीया विभक्ति धृतराष्ट्रः सञ्जयः धृतराष्ट्रः सञ्जयेन सह सम्भाषणं करोति कृष्णः राधया सह नृत्यति अर्जुनः द्रौपद्या सह तिष्ठति कृष्णः मात्रा सह क्रीडति उत्तमं सहयोगे तृतीया नाम सह इति अव्ययम् अस्ति यदा तस्य उपयोगं कुर्मः तर्हि तत्र तृतीया आवश्यकमस्ति सह मीन्स् वित् तर्हि धृतराष्ट्रः सञ्जयेन सह सम्भाषणं करोति राधया सह कृष्णः नृत्यति द्रौपद्या सह अर्जुनः तिष्ठति मात्रा सह कृष्णः क्रीडति तर्हि सः अधुना अग्रे गच्छामः जिन् महोदय अग्रे पठतु एतानि वाक्यानि उच्चैः पठत शिशुः मात्रा सह प्रसन्नः तिष्ठति मात्रा इस् मातृ स्त्रीलिङ्गे करेक्ट् करेक्ट् अग्रे पठतु शिकुनिः शकुनिः नकुलसहदेवाभ्यां सह युद्धं कृतवान् कः कृतवान् नकुलसः शकुनिः कृतवान् कृतवान् युद्धं कृतवान् काभ्यां सह काभ्यां किमर्थं द्विवचनमस्ति किमर्थं नकुल तथा च सहदेवः अपि तत्र अस्ति तर्हि नकुलसहदेवाभ्यां द्विवचनमस्ति प्राप्तं वा भगिनि अग्रे पठतु कृपया श्रीकृष्णः पाण्डवैः सह आसीत् पाण्डवः बहुवचनम् तृतीया बहुवचनं पाण्डवैः ज्योति भगिनी अग्रे पठतु भीष्मः गङ्गया सह वार्तालापं भीष्मः गङ्गया सह वार्तालापं कृतवान् भीष्म कन्वर्स्ड् वित् गङ्गा एण्ड् बालिक नेक्स्ट् केन् ऐ रीड् यस् यस् बालिका शिक्षिकाभिः सह भ्रमणार्थं गच्छति गर्ल् गोस् फार् अ वाक् वित् लेडी टीचर् टीचर् त्वं भगिन्या पठतु पठतु पठतु त्वं भगिन्या सह पठ यु रीड् वित् सिस्टर् लक्ष्मी भगिनी अग्रे पठतु लक्ष्मी भगिनी आं भगिनि भवन्तः अस्माभिः सह क्रीडन्तु अस्माभिः वित् मी भवन्तः वित् मी सह प्लीस् प्ले वित् मी प्ले वित् मी अस्माभिः अस्माभिः एकवचनमस्ति वा बहुवचनम् अस्ति बहुवचनं वितास् वितास् यस् अग्रे पठतु अहं त्वया सह चलामि गोवित्य सह यस् त्वया इट् इस् त्वं नाम युष्मत् सर्वनाम त्वम् एकवचनं सो अहं वित्य गोवित्य यस् करेक्ट् करेक्ट् सेना पठतु सेनापतिः सारथिना सह तिष्ठति वारियर् गोस् वित् सह सारथि वित् सारथि गोस् वित् सारथि सारथि तृती सारथि इकारान्त पुल्लिङ्गम् सारथिना तर्हि कविना जस्ट् लैक् कविना मतिना न सारि मतिना न कविना और रवीणा ओके जस्ट् लैक् इट् सारथिना एकवचनं भगिनी सारथि सारथि सारथि चारियोटियर् कण्टिन्यू भगिनि यस् यस् यस् भगिनि गन्धर्वैः सह आयुष्यन्त अयुध्यन्त आयुज्यन्त पाण्डवाः गन्धर्वैः सह आयुष् आयुज्यन्त आयुज्यन्त क्षम्यतां भगिनि आयुष् आयुज्यन्त नाट् आयु पाण्डवास् गन्धर् अहं नाशु भगिनि दिस् वन् मीनिङ्ग् गन्धर्व नाम गन्धर्वाः गन्धर्वाः गन्धर्व यक्षाः किन्नराः गन्धर्वाः या देर् इस् अ गन्धर्व लैक् अयुद्धन् युध्यन्त युद्ध युद्ध अयुध्यन्त सो दे डु द वार् वित् देम् गन्धर्व yes yes yes correct correct अस्तु अग्रे गच्छामः सन्ध्या भगिनी अग्रे पठतु आं भगिनि अत्याशः कुरुक्षेत्रे युद्धारम्भे पाण्डवसेनापतिः दृष्टद्युम्नः सः केन सह युध्येत् इति निर्दिशति अधः तेषां नामानि दत्तानि सन्ति नम्बर् वन् तेषाम् उपयोगेन यथोदाहरणं सः इति शब्देन वाक्यानि रचयत् उदाहरणम् अर्जुनः कर्णः अर्जुनः कर्णेन सह युध्यते युध्येत भीमः दुर्योधनेन सह युध्येत उत्तमम् अग्रे अपि पठतु भगिनि नकुलः द्रौण्येन द्रौणी सारि द्रौणी बुद्धि द्रौण्या द्रौण्या सह युध्येत द्रौणी णिर्हस्व इफ् इट् इस् पुल्लिङ्गं देन् सेना भगिनी रैट् द्रौणिना यस् द्रौणिना ओ ओके द्रौणिना द्रौणिना सह युध्येत उत्तमं भगिनी सञ्जीव महोदय यस् भगिनी ऐ गाट् सिम्पल् वित् द्रोणी द्रोणी स्त्रीलिङ्ग and I was wondering how anybody can fight with a bucket so. that is droni and, oh, and yeah. meaning is bucket bucket, yeah. So I was wondering seriously how, you know, Nakula can fight with a bucket. So where, what is Drowni character in Mahabharata? Yes, yes, what you said? Who is Drowni, somebody in the world? Yes. I think Dronacharya's son. Okay, okay. And that is why they are saying Dravunihi. Okay, okay. That's what just, I wanted to like ask. Just like Dasharathasya Putraha, Nama Dasharathi. So it would be Ashwatthama then, Dravuna's son. Dravuni, Ashwatthama. Oh. सञ्जीव महोदय अग्रे पठतु उत्तमौजाः कृपेण सह युध्यते युध्येत सहदेवः शकुनीना सह युध्येत उत्तम उत्तम सृष्टि भगिनी अग्रे पठतु आं भगिनी चेकितानः शलेन सह युध्येत युध्येत शिखण्डी सह युध्येत उत्तमं भगिनी सूक्ष्मा भगिनी अग्रे पठतु सञ्जीव महोदय कृपया म्यूट् मध्ये तिष्ठतु अभिमन्युः वृषसेनः अभिमन्यु वृषसेनेन सह युद्धेत मिस् सम् आफ् देम् सहदेव एण्ड् शकुनि सम नो नो डन् इट् इस् डन् Shakuni na saha. Yes, we have done. Astu bhagini, agare pithatu. Satyakihi jayadhrataha. Satyakihi jayadhratena saha yudhyeta. Drishtaketuhu shalyaha. Drishtaketuhu shalyena saha yudhyeta. Uttamam bhagini. Agare gacchamaha. सुशीला भगिनी अग्रे पठतु कृपया उदाहरणं दृष्ट्वा वाक्यानि रचयत सीता रामेण सह वनं गच्छति धृतराष्ट्रः सञ्जयेन सह वार्तालापं करोति उत्तमम् अग्रे अपि पठतु भगिनि अहं केन सह युध्येय इति अर्जुनः पृष्टवान् उत्तमं भगिनि उत्तमम् इन्दु भगिनि अग्रे पठतु भक्तः सर्वैः सह स्नेहेन व्यवहरति सारि कर्णः कुन्तया सह सम्भाषणं कुन्ती अस्ति कुन्ती नदी जस्ट् लैक् नदी कुन्ती नदी नद्यौ नद्यः नदीं नद्यौ नदीः नद्या कुन्त्या ऐ वोण्ट् इट् बि कुन्त्या यस् कुन्त्या कर्णः कर्णः कुन्त्या सह सम्भाषणं कृतवान् कर्णः कुन्त्या सह सम्भाषणं कृतवान् उत्तमं भगिनि जीन् महोदय अग्रे पठतु सः मित्रं सह गच्छति स सः मित्रेण सह गच्छति सः मित्रेण सह गच्छति अधुना पश्यतु सः विसर्ग सहितम् अस्ति सः स एण्ड् ह वित् मीनिङ्ग् वित् तदपि अस्ति नाम उच्चारणं स्पष्टं भवेत् सः मित्रेण सह गच्छति अस्तु अग्रे पठतु भवान् प्रजापतिः यज्ञः सः प्रजः असृजत् प्रजापतिः यज्ञेन सः प्रजः असृजत् उत्तमम् उत्तमम् अग्रे पठतु लक्ष्मी ज्योतिभगिनी पठतु एनीवन् डौट् हियर् प्रजापतिः यज्ञेन सह प्रजान् प्रजा आकारान्त स्त्रीलिङ्गम् अस्ति ओके तर्हि प्रजाः द्वितीया बहुवचनम् ओके सारि अहम् एताभ्यां सह गीतं गास्यामि येस् करेक्ट् थेङ्क् यू नेक्स्ट् वन् येस् येस् माता भगिन्या सह मन्दिरं गमिष्यति उत्तमम् लास्ट् वन् आल्सो ओके नायकः सारथ्या सह युद्धभूमि नायकः सारथिना युद्धभूमिं प्रविशति इट् इस् जस्ट् लैक् कविना उत्तमम् उत्तमं भगिनि अग्रे गच्छामः लक्ष्मी भगिनी अग्रे पठतु आं भगिनि पश्यत उच्चैः पठत च उच्चैः पठत च उच्चैः पठत च विना योगे तृतीय कृष्णेन सह पाण्डवसैन्यम् अस्ति कृष्णेन सह पाण्डवसैन्यम् अस्ति कृष्णेन विना कौरवसैन्यम् अस्ति प्राप्तं वा भेदः कः सः एण्ड् विना वित् कृष्ण पाण्डवसैन्यं देर् वितौट् कृष्ण तर्हि सः मीन्स् वित् विना मीन्स् विदौट् सूर्येण विना प्रकाशः न भवति गच्छ्य विना समय समयस्य ज्ञानं न भवति वितौट् द टैम् ऐ गेस् समयं वि डोण्ट् नो द टैम् वितौट् दोण्ट् नो विदौट् वितौट् द टैम् घण्टल् वितौट् द घण्टा वाट् एवर् वितौट् द क्लाक् वाट् इस् घट्या वाट् इस् घट्या बेसिक् वर्ड् इस् घट् घटि यस् घटि मीन्स् क्लाक् भगिनि घटि मीन्स् जिन् महोदय क्लाक् क्लाक् यस् क्लाक् क्लाक् वितौट् द क्लाक् वि डोण्ट् नो द टैम् समयस्य ज्ञानं न भवति उत्तमं भगिनि भगिनि इस् देर् अ डिफ्रेण्ट् वर्ड् फार् वाच् नो करघटी हस्तघटी रिस्ट् वाच् ओके हा बट् देर् इस् नो एनी अदर् वर्ड् इट् इस् घटी ओन्ली भित्ति घटी तर्हि वाल् क्लाक् अस्तु अग्रे गच्छामः सन्ध्या भगिनी अग्रे पठतु भगिनी रामः भरतशत्रुघ्नाभ्यां विना वनं गतवान् So Rama went to the forest without Bharat and Shatrughna. Dasharathah Ramena vina na jivitavan. Dasharatha could not live without Rama. Aham mitrena vina vipanim gacchami. I went to the shop without my friend. Yes, correct. सञ्जीव महोदय अग्रे पठतु वेदैः विना भारतस्य प्रसिद्धिः नास्ति Do you want me to translate it? No. Okay. सैनिकैः विना देशरक्षणं न भवति उत्तमं बाबा So, vina means without, saha means with. So, both words are indeclinable. Saha yoga tritiya, vina yoga tritiya. Last exercise. Srishti Bhagini, prarambham karatu. Aam Bhagini. Koshtake dattanam, shabdanam, saha yena, rittasthanani purayata. Udaharanam. बालः दुग्धेन विना भोजनं न करोति वृद्धः दण्डेन विना न चलति अग्रिमे पठामि आम् आम् पठतु कृपया दशः देशः देशभक्ति ते विना भक्तेन विना न शोभते उत्तमं देशः देशभक्तेन विना न शोभते उत्तमं भगिनी सूक्ष्मा भगिनी अग्रे पठतु सः मया विना कुत्रापि न गच्छति श्रद्धया विना ज्ञानं न लभते उत्तमं भगिनी सुशीला भगिनी अग्रे पठतु खञ्जेन विना कार्यं कुरु ज्ञानेन विना मुक्तिः न भवति उत्तमं भगिनी इन्दु भगिनी अग्रे पठतु इन्दु भगिनी अन्म्यूट् भवतु सोरि भगिनी सोरि कर्णः दिव्यकवचने वचेन विना दिव्यकवचेन विना सोरि मम दृष्टिः सरस् नास्ति कर्णः दिव्यकवचेन विना अयुध्यत् अभिमन्युः भीतिः विना चक्रुव्यूहं भिन्नवान् भीतिः त्रिलिङ्गं शब्दः तर्हि मतिः जस्ट् लैक् मतिः नीतिः मतिः मतिः मतयः मतिं मति मतिः आं भगिनि मत्या मतिभ्यां मतिभिः मत्या विना मत्या विना कुत्र नाम भीतिः अभिमन्युः भीत्या विना विना चक्रव्यूहं भिन्नवान् अभिमन्युः भीत्या विना चक्रव्यूहं भिन्नवान् उत्तमं भगिनि उत्तमम् अश्वत्थाम मण्या विना मणि अधुना पुल्लिङ्गमस्ति जस्ट् लैक् कवि जस्ट् लैक् कविना कवि हरि सोरि कविना सोरि सोरि मणिना विना वनं गतवान् विना वनं गतवान् अश्वत्थामः वनं गतवान् उत्तमं भगिनि उत्तमम् अधुना वदतु वि हाव् फिनिश् दिस् लेसन् बट् क्वशन् नम्बर् 7 इस् रिमेनिङ्ग् सो केन् वि स्टार्ट् दिस् क्वशन् शल् वि स्टार्ट् प्रारम्भं करोतु कृपया म्यूट् मध्ये तिष्ठतु अधः प्रदत्तसङ्ख्यकेषु गीतश्लोकेषु तृतीयविभक्तिं परिशीलयत 114 ततः श्वेतैर् हैर् युक्ते महति स्पन्दने स्थितै स्थितौ मधवः पन्दवश्वैव दिव्यौ शङ्कौ प्रदद्मातुः ततः श्वेतैर्हयैर्युक्ते महते स्यन्दने स्थितौ माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदद्मतुः अधुना पश्यतु तृतीया विभक्ति कुत्र अस्ति वदतु फस्ट् आफ् आल् वी हाव् टु डिसाल्व् सन्धि देन् वी केन् फैण्ड् औट् तृतीया विभक्ति वर्ड् सन्धिस् आफ् श्वेतै श्वेतै हैर्युक्ते श्वेतै हैः युक्ते देट् वन् र अस्ति ननु रेफ सः अपगच्छति अनन्तरं विसर्गः आगच्छति श्वेतैः योगहयैः योगयुक्ते श्वेतैर्हयैर्युक्ते तर्हि अत्र सन्धि आफ्टर् डिसाल्विङ्ग् सन्धि वि केन् फैण्ड् औट् तृतीया विभक्ति वर्ड्स् श्वेतैः हयैः प्राप्तं वा ओ ओके सो श्वेतैः एण्ड् हयैः both are in the tritiya vibhakti tritiya vibhakti just like devaihi so hayah nama ashvah hayaihi by this is bahuvachanam tritiya bahuvachanam just like devaihi hayaihi nama ashvaihi that means by horse horses how they are shweta by white horses so these two words are there see any Tritiya Vibhakti word is there or not. Hitau? No. Hitau is only for Madhavah and Pandavah. Two are there. Madhavah means Krishna. Pandavah means Arjuna. Pandavaha nasti tatra. Pandavah asti. And Syandanam asti. Nama chariot asti. Kutra te, Pandavah tatha cha Madhavah. Kutra sthitau. Where they are standing. Syandane. That means they are in chariot. How the chariot is, they are so, Syandane is horses. And how Syandane? The Syandana is Mahati. Mahati, see Mahati, Tirhasva. It is Saptami Vibhakti. Just like Syandane. Mahati Syandane. Mahati is adjective for Syandanam. Shvetaihi is adjective for Hayaihi. Yukte is also adjective for Syandane. And Sthita for Madhavah and Pandavah. They both are using their divine conch. So, Pradadhamatuhu, Shankhau, Divyau Shankhau. Both words are Divyau Shankhau. Both words are in Dvivachanam. Divine conch. Dadhamatuhu, blue. They both blew their divine conch. They are standing in the very big chariot, war chariot actually. And how the chariot is? It is with white horses. Horses. So Sahati and Syandane both are in Saptami Vibhakti, you said? Yes, Mahati and Syandane in Saptami Vibhakti. Ekavachanam. Shvetaihi Hayaihi. Both are in Tritiya Vibhakti Bahuvachanam. Sthitau is for Krishna and Pandava. And Shankhau. And the adjective for Shankhau Divyau. And they are both. They are two. And that's why Pradadhamatuhu. This is lit lakara. But we don't know. Still we have not learned that. Pradadhamatuhu. Which one? Syandanam namo chariot. Oh, okay. So there is no Vadatu bhagini, vadatu mahodaya. There is no other Tritiya Vibhakti. Yes, correct. Only two words are there. Shvetaihi, Hayaihi. Tarhi agare gachhamah, Jyoti bhagini. Next one, 132. Jyoti bhagini asti va tatra. Hello. Jyoti bhagini. See question number 7. यस् पुनरेकवारं वदतु ज्योति भगिनी what she says begin in which page number are we yes beginning we are at page number 172 question number 7 yes beginning which verse beginning 132 132 ha huh. First adhyaya 32nd shlok न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा I can't hear you, Jyoti Vadini. Lakshmi Bhagini, Krupaya Agare Pathatu. Okay, Bhagini. Nakantre Vijayam Krishna, Nacharajyam Sukhanicha, Kimno Rajyena Govinda, Kimbo Gai Chivitenava. काङ्क्षे तृतीया विभक्तेः शब्दाः सन्ति वा तत्र राज्येन यस् राज्येन सो काङ्क्षे काङ्क्षे न राज्यं सुखानि सुखानि सुखं दट्स् नाट् द तृतीय ऐ डोण्ट् थिङ्क् सो सुखानि नो सो राज्येन इन् फस्ट् लैन् देर् इस् नो एनी वर्ड् तृतीया विभक्ति वर्ड् लैन् राज्येन भोगै जीवि भोगै भोगै जीवि एन वा भोगैः भोगैः जीवितेन वा तर्हि भोगैः तृतीया विभक्तिशब्दः भोगैः राज्येन एण्ड् भोगैः एण्ड् जीवितेन जीवितेन जीवितेन शब्दत्रयम् अस्ति तत्र तृतीया विभक्तिमध्ये राज्येन भोगैः जीवितेन कोऽपि स्मरति वा वि हव् सीन् लास्ट् टैम् किम् इति शब्दः अस्ति चेत् अर्थः कः किम् इति शब्दः अस्ति चेत् एण्ड् तृतीया विभक्ति अपि अस्ति चेत् कः अर्थः नाट् ओन्ली बै वाट् बट् वाट् इस् द यूस् दिस् इस् द मीनिङ्ग् इफ् किम् अपि अस्ति तृतीया विभक्तिः अपि अस्ति तर् वाट् इस् द यूस् आफ् किङ्ग्डम् what is the use of pleasure what is the use of life okay kim no rajena govind first line what he wants to say kaankshe vijayam krishna na cha raje sukhani cha kaankshe iti kriya padam asti kaankshe atmane padam अस्ति उत्तमपुरुषस्य एकवचनं क्रियापदस्य सहाय्येन अहं तत्र अस्ति इति वयं जानीमः वै राज्यं वै विशिङ्ग् फर् राज्यं तर्हि ऐ डोण्ट् हाव् एनी डिझायर् mm-hmm. of Vijaya, Raj and Sukham. Mm-hmm. Bhagini, first Adhyaya, 32nd verse. Uh-huh. Jyoti Bhagini. Oh, okay. Thank you, Bhagini. So, what he is saying, I don't have any desire of Vijaya, Rajam and Sukham. Mm-hmm. Mm. What is the use of kingdom? What is the use of pleasure? What is the use of life? Why he is saying just like that? Just like this, see, Gandivam Samsrate Hastat. Nimittani cha pashyami viparitani keshava na cha shreyonu pashyami hatva svajanam ahave. In war, why should I kill my relatives? I don't have any desire of Vijaya or Rajya or Sukha. What is the use of Rajya, Bhoga and Jivita? If I want it, if I will get it by killing my relatives only. Got this? Astu, agre gachhamah, Sandhya Bhagini. 338 Sandhya Bhagini Dhume na vriyate vahnir vyatha दर्शो मलेन च यथो बेनावृतो यथोल् बेनावृतो यथोल् बेनावृतो तथा बेनेदमावृतम् धूमेन तृतीया भगिनी यस् यस् First of all, dissolve all sandhis. Dhumena yoga avriyate. Yes. Dhumena yoga avriyate. Vahnihi yoga yatha. Huh? Yoga darshah. No, adarshah. Adarshah. Oh, okay. आदर्शः मलेन आदर्शो अस्ति तत्र आदर्शः योगमलेन मलेन तृतीया हा यथो बेनावृतो यथा यथा उल्बेन उल्बेन योग आवृतः आवृतः गर्भः तथा तेन योग इदम् आवृतम् इदम् आवृतम् इदम् योग आवृतम् यथः उल्बेन उल्बेन कृतिः एण्ड् आवृतो गर्भः योग तथा तेन हा तर्हि फोर् वर्ड्स् आर् देयर् धूमेन मलेन उल्बेन तेन धूमेन आव्रियते वह्निः वह्निः वह्निः नाम अग्निः धूमेन बाय स्मोक् आव्रियते कवर्ड् एन्वलप्ड् सो वाट् इस् देट् यथा वह्निः धूमेन आव्रियते अस्तु आदर्शो मलेन च आदर्शः मलेन च आदर्शः मीन्स् मिरर् धूलिकणैः सह आव्रियते आदर्शः धूलिकणेन आव्रियते यथा वह्निः धूमेन आव्रियते यथा आदर्शः मलेन आव्रियते च मलेन इत्युक्ते भगिनि धूलिकणः धूलिकणैः आदर्शः आदर्शः नाम मिरर् मिरर् okay if we are not using mirrors by so many days so some dust must be there okay so dust covered the mirror bhagini is there any aavriyate malena aavriyate ha ha ha jyoti bhagini this word adarsh is there any samasa happening here because darshati so from no, there no no no oh, okay no. adarsh mira drusha pasya because of drusha pasya you are asking this yeah yes to see okay bhagini ha dhumena is it tritiya vibhakti of dhumaha or not yes yes correct yes dhumena avriyate vani yatha dhumena avriyate vani yatha adarshah malena avriyate cha now next line yatha ulbena avrutah garbhah what is ulbena it is I think it is inner layer of womb it is garbhashay isn't it Bhavini yes garbhashay ne avrutam garbha correct so यथा उल्बेन आवृतः गर्भः तथा तेन इदम् आवृतः वाट् इस् तेन इदम् आवृतः सी प्लीस् इस् 37th श्लोक काम एष क्रोध एष रजोगुणसमुद्भवः महाशनो महापाप्मा विध्येनम् इह वैरेणम् so काम and क्रोध विचार by रजोगुण समुद्भवः रजोगुणेन उत्पन्नः भवति कामः अपि क्रोधः अपि and तेन इदम् आवृत्तः कामः तथा च क्रोधः नित्यवैरेणः सन्ति मानवस्य तेन इदम् आवृत्तः तेन इदं नाम ज्ञानम् आवृत्तं भवति गोडिस् तेन इदम् आवृत्तम् तेन बै कामेन तेन मीन्स् कामेन अथवा क्रोधेन ज्ञानम् आवृत्तं भवति ओके प्राप्तं हियर् गर्भ इस् वूम्ब् एण्ड् नाट् डोङ्कि नो भगिनि यस् यस् गर्भ इस् वूम्ब् गर्दभ मीन्स् डोङ्कि ओके ओके भगिनि today I'm getting all my words wrong it is rasabha also gardabha and rasabha okay bagini ha there is nitya vairina ha so nitya vairina is in tritiya vibhakti yes correct so correct what is nitya vairi here it is no it is kamar. Nitya vairi basic word is nitya vairi okay and that is why nitya vairi na right kari Right. Thank you, Vidhi. Manavasya Shatru. Cheke Santi, Kamaha, Krodhaha. Madha Matsara Loha. Manavasya Nitya Vairinaha. Ambhagin. So next one is also like this on the 339. Sanjeev Mohadaya, Krupaya Pathatu. आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा कामरूपेण कौन्तेय दुष्पुरेण नलेन च अनलेन च दुष्पुरेण अनलेन च दुष्पुरेण अनलेन च अनलेन च ओके ज्ञानिनो नित्य वैरिणा ज्ञानिनः नित्यवर्णिना नित्यवैरिणा सी फर्स्ट टू वर्ड्स आवृतम् ज्ञानमेतेन ज्ञानम् एतेन आवृत्तं ज्ञानम् एतेन ज्ञानिनः नित्यवैरिणा कामरूपेण कौन्तेय दुष्पुरेण अनलेन च नौ हौ मेनि वर्ड्स् आर् देर् तृतीया विभक्ति एतेन कामरूपेण दुष्पुरेण यस् अनलेन वन् मोर् नित्यवैरिणा ओके नित्यवैरिणा सो ज्ञानम् एतेन वि नो नौ तेन इदम् आवृत्तं फोर् देट् इट् इस् द नेक्स्ट् पार्ट् फोर् धिस् पार्ट् आवृत्तं ज्ञानम् एतेन ज्ञानम् एतेन आवृत्तम् ज्ञानं विज्डम् इस् द वर्ड् ज्ञानिनः नित्यवैरिणा सो नित्यवैरिणा they are constant enemies of wise man kamarupena kauteya krishna is saying for kauteya dushpurena analena cha dushpurena and analena anala means agni mm-hmm. and what is duspurena? Purena. Purayatu means what? Satisfying. Purayatu. Completeness. 1 minute, please. Page number 176. कोष्ठके दत्तानां शब्दानां सहायेन रक्तस्थानानि पूरयत. पूरयत. कम्प्लीट. फिल अप. फिल द. यस यस. देन व्हाट इज देयर दुष्पूरेण. Filling with bad things? No. It is, you can't things. Fill. Oh, okay. We can say unfillable. Analena cha. Analena by flame. Anala means actually agnihi. Analaha, vanihi, agnihi, pavakaha. Okay. अग्रे गच्छामः वा? Nitya Vairena, is it the Tritya Vibhakti? Yes. Nitya Vairena, is it like Muni Pulingam? No. It is not like Muni. It is like Shashin. Sorry. Shashi, Shashinam, Shashinaha. Shashinam, Shashinam, Shashihi. Shashinaha. Shashina, Shashibham. Just like Shashina. It is Vairena. Vairin. Shashin is inanta word. At the end in the word is in. Vairin. In. So this is inanta word. Just like akaranta, ukaranta, akaranta, ikaranta, just like that, this one is inanta. And we can use magic table here. So Bhagini, this is different from ananta, like Atman. Yes, it is different from Atman. Ananta, they are different. Inanta, they are different. So Nitya Vairin, short. Nitya Vairin is the basic word. And Nitya Vairi, Dirgha. This is Prathama Ekavachanam. Nitya Vairi, Nitya Vairina. Padatu Bhavan? Nitya Vairin, is it in Pulinga, Strilinga, Napunsakaringa? This is Pullingam. Pullingam, okay. And Shashin is Pullingam? Yes. Pullingam. Shashi means Chandra. Okay. So all the basic word in Anta, Linge? Yes. Okay. Please repeat your question. All the word that ends with in Anta, they are all Pullinge? No. Pullingam asti chet Vairin, that is Shashin. But if just like Manin, if I want to say Shashini, Nidirgha, Shashini. Then it's This is feminine gender, and declinations are as Nadi. Nadi, Nadyau, Nadyah, just like that. Shashini, Shashinyau, Shashinyah. Shashinim, Shashinyau, Shashinihi. for ananta innanta vatmat pratyayantaha all words are we have to add dirgha ikaranta for feminine and all words declensions all words declensions are just like nadi hambadini dhanyawad astu just like bhagavat it is with vat pratyayanta so bhagavan bhagavantau bhagavantah just like bhavan bhavantau bhavantah but we want to say about some god one goddess so we are going to add dirgha e and we will say bhagavati and just like nadi we have to form all the words bhagavati bhagavatyau bhagavatyah bhagavatim bhagavatyau bhagavatihi bhagavatya bhagavati bhyam bhagavati bhi just like nadi we have to form all the 28 words Is this clear? आं भगिनि धन्यवादः अस्तु अग्रे गच्छामः वा नेक्स्ट् वन् इस् 424 424 ब्रह्मार्पणं ब्रह्म हवेर ब्रह्मागनौ ब्रह्मणाहुतम् सो हूस् टर्न् इस् देट् नौ इस् इट् मैन् भगिनि हू इस् देर् इस् इट् मैन् जस्ट् वन् न न न न भगिनि न भगिनि सूक्ष्मा भगिनि सूक्ष्मा भगिनि सूक्ष्मा भगिनि ऐ थाट् सृष्टि नो भगिनि बिफोर् मी Yes, Srishti Bhagini is there. I think she is not in the class. Okay. So, 24, right? Huh. 420. Brahmarpanam Brahma. Brahmarpanam Brahmahavi, Brahmagnav Brahmanahutam. ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ब्रह्म योग अर्पणम् देर् इस् नो एनी सन्धि पर ब्रह्मार्पणम् ओके देर् इस् नो सन्धि ओके ब्रह्मार्पणम् इस् वन् वर्ड् ओके संयोग भगिनि इफ् इट् इस् नाट् सन्धि अग्नौ इस् देट् तृतीया विभक्ति न ब्रह्मणः अग्नौ अस्ति तत्र ब्रह्मणः अग्नौ सप्तमी विभक्ति सप्तमी विभक्ति अग्नौ इस् सप्तमी विभक्ति हविः ब्रह्माग्नौ हविः नाम आफरिङ्ग् ब्रह्मणः अग्नौ अग्नौ देट् मीन्स् इन् द फायर् आफ् ब्रह्मन् ब्रह्माग्नौ मीन्स् इन् द फायर् आफ् ब्रह्मन् ओके अग्रे पठतु ब्रह्मैव तेन गन्तव्यं तेन तृतीया विभक्ति आं गन्तव्यं ब्रह्मकर्म समाधिना ब्रह्मकर्म इति तृतीया विभक्ति समाधिना समाधिना एण्ड् सी फस्ट् लैन् ब्रह्मार्पण ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणाहुतम् ब्रह्मणा तृतीया विभक्ति ब्रह्मणा ओके सो इज दिस ब्रह्मन् शब्द भगिनी यस ब्रह्मन् शब्द एंड दिस वन इज अनंत बट वी कैन से it is neuter gender also and masculine gender also if it is masculine gender we declensions are same as atman brahma atma atmano atmanah just like that brahma brahmano brahmanah but this is brahmadev and if the brahman is in neuter gender that means it is universe okay तो लॉजिकली हाँ तो ब्रह्मा ब्रह्मणी ब्रह्माणी ब्रह्मा ब्रह्मणी ब्रह्माणी ओके दैट इज नपुंसक बट तृतीय एक वचन इन बोथ वे सेम ब्रह्मणा सेम एनीवे इट इज सेम यस बट यूसेज आई गॉट इट क्लियरली हाँ ब्रह्मार्पणम ब्रह्म ब्रह्म ये ब्रह्म इज न्यूट्रल जेंडर Right, Bhagini. So when we use it in the meaning of universe, we have to use Brahma. Otherwise, as a person, as a person, Brahma, then it is Brahman. It is Brahman, and it is same as Atman. Atman, yes, Bhagini. Brahma. Or in neuter gender, it is same as Janman. सो ब्रह्मार्पणम् सो वी आर् आफरिङ्ग् टु यूनिवर्स् देट् इस् ब्रह्मा मीन्स् then it is in the fire of brahman brahmana by brahman kena hutam brahmana eva hutam purusha suktam purushena eva yajnam krutavan swasya havihi dattavan and again all universe which is we are seeing it is again from that yajna only just like this here brahmarpan brahma havir brahma agnam brahmana utam brahmaiva taina brahma gantavyam brahma karma samadhina brahma karma samadhina ब्रह्म एव कर्म तस्मिन् समाधिः यस्य तेन दिस् वन् इस् बहुव्रीहि ब्रह्मन् ओन्ली एक्शन् इन् दट् दट् मीन्स् मेडिटेशन् समाधिना Bhagini, I have a request. So, Bhagini, I recite this every day before every meal. What is the significance, Bhagini? Why have we been taught to recite it before every meal time? Please repeat your question. This Brahmarpanam Brahmavir Shloka. I have always recited it before every meal. So, what is the significance of reciting it before a meal? I think you offer God the whatever you are eating. That is what That is my layperson's understanding, Lakshmi Bhagini. But I just idam na mama. Whatever we are going to have our lunch or dinner, pigs. It is not for me, or it is not for our sharira. It is for atma. Okay. Which is present in our body. Yeah, right. It is in our body that God, whatever, of that. Yes, God. Correct. Yeah. And that's why we are saying this. Okay. So we are always saying all is Brahma. Right. Whatever we are saying is Brahma. So, it is only the Viveka Jnanam. I am means not my body. I am means the God which is present in me. Aham Brahmasmi. So, Oham. Ha. Vadatu. So, we are basically saying we are offering it to the Atma within us and also to God, to Brahma. Yes. And we are offering it like we offer Ahuti to Agni. In that case, Ahuti to Agni. Ahuti in the Agni, it is only for Brahma. Right. Okay. And who is giving this in the Agni? Brahma only. So it's kind of a proper way to view the world around us, that everything is Brahman. What we are eating is Brahman. Who is eating is Brahman. Correct. Agni in us that is going to digest the food is also Brahman. Correct. That's so profound and so beautiful. Jatharagni they call, na? Jatharagni. Jatharagni. Right. Astu bhagini. Agare gachha mahava. Sushila bhagini, your turn now. 4:34, I think. Right? Sat-vidhik-pranipatena parisprashnena sevaya upadeshyanti. 4:34. Vadatu. Jnanina sattva-darshinah pranipatena parisprashnena. Which one? It is Kriya Padam. Jnaninaha Tattva Darshan. Adhuna pashatu tat vidhi. Vidhi we know. That is to know, vidha. To know, vidhi, know. To understand, see? Is it like? Pranipatena means? Is it pranam karna like? Yes, correct. Sashtanga pranam. Dandavat. With Sashtanga Dandavat. So is this prani, does it symbolize feet or something, Bhagini? No, it is Upasarga. Pra plus ni. Okay. And because of ra, it is ni. Prani pata. Okay, Bhagini. And pariprashnena means? By questioning. Sevaya. By service. Then, jnani naha. Wise people. tattvadarshinah. You know the paramatma ka tattva, tattva jani. Tattvadarshin. Truth seer. Rushir darshanat. Iti vyakhya asti. Rushihi. Shabdasya vyakhya asti. Rushir darshanat. So, those who are seer, they are rushi. Tattva darshinah. Truth seer. Truth seeing. They will give jnana to wise people. This is very simple. So, shall we go further or we will stop here? It is 9:29. If you have any doubt, we will see it first. Bhagini, you translate jnaninaha as wise people? Yes. Okay. Correct. In my Jnanam book, means it's yes. What is there in your book? I will translate it from French. It's like the Atman that is realized, that is fulfilled. I don't know how to explain. But it's more the Atma. Okay. So that's why. So I don't know. We can say who knows Atma. Oh, okay. Mm-hmm. They can separate their body and Atma, and they know this. Okay, that's why it's wise people. Okay. Yes. Jnani Mahatma. Ha. Okay. Shall we stop here? Am bhagini dhanyavadah. We will see all these shlokas in our class, or are you going to do as a homework? I think let's do it in the class. That is more helpful. Yes. Okay. Yes, when you explain it's better. Okay. Can't hear you properly, Jyoti Bhagini. Today's session was so nice because of your explanations, Bhagini. Okay, we will see all these things, all these slokas in class only. So, what about homework? If it is possible, I will send one file as a homework. So, shall we stop here? Yes, I'm beginning.